अस्तु, तर्हि अस्माकं वर्गे अनुमानस्य द्वैविध्यं, स्वार्थानुमानं, परार्थानुमानम् इत्यादिकं कोऽपि ध्वनिः आगच्छति? अहं पङ्का पार्श्वे गतवती. अस्तु अस्तु, हा, तर्हि अनुमानस्य द्वैविध्यम् इत्यादिकं चर्चयित्वा अधुना प्रकृतविषये स्मः. प्रकृतविषयः इत्युक्ते विद्याधर्याः वाक्यं यदासीत्, आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति यद्वाक्यमासीत् तस्य परिशीलनम् अपि कृतं गतवर्गे. तर्हि पुनःस्मरणरीत्या तत्र सावित्री भगिनी किञ्चित् वदति वा, तस्मिन् वाक्ये पक्षः कः, साध्यं किम् इत्यादिकम्? अस्तु भगिनि, विद्याधर्याः वाक्यमासीत् आश्रयनाशाजन्यगुणनाशः आश्रय समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति. तत्र आश्रयनाशाजन्यगुणनाशः इति पक्षः. अस्तु, प्रथमम् अत्र किमर्थम् आगतवन्तः इत्युक्ते तत्र विभागः अतिरिच्यगुणः वा अथवा सः संयोगनाशः एव वा इति चिन्तनसमये अत्र आगतवन्तः. आश्रयनाशाजन्यगुणनाशः संयोगनाशः एव, तत् तदेव पक्षः. समानाधिकरणगुणजन्यः तत्र साध्यं भवति. आश्रयनाशगुणनाशत्वात् तत् भवति हेतुः. अत्र आश्रयनाशगुणनाशत्वम् आश्रयनाशगुणनाशस्य धर्मः, हेतुः धर्मरूपेण पक्षे अस्ति तद् जानीमः. संयोगनाशः इति आश्रयनाशगुणनाशः पक्षः, समानाधिकरणगुणजन्यः इति नूतन एकः गुणः, अत्र विभागः भवति. आश्रयनाशगुणनाशत्वम् इति हेतुः, दृष्टान्तः भवति पाकजरूपनाशवत् इति. इदानीं पूर्वस्मिन् वर्गे दृष्टवन्तः अस्तु अस्तु, इदानीं क्रमेण गच्छेम. अस्तु, इदानीं सावित्री भगिन्या यदुक्तं तत्र तया प्रदर्शितं पक्षः कः, साध्यं किं, हेतुः अपि च दृष्टान्तः इति. तर्हि सावित्री भगिनी, इदं वाक्यं कस्य वाक्यस्य समानम् अस्ति? स्वार्थानुमानस्थले वाक्यं किम् आसीत्? क्षम्यताम्, अन्वयव्याप्तिस्थले वाक्यं किम् आसीत्? सर्वतः वह्निमान् धूमात् यथा महानसम्, तत्र पक्षः आसीत् पर्वतः. वह्निमान् इति साधनं, साधनीयं भवति, अपि च धूमात् इति हेतुः. महानसं भवति दृष्टान्तः. सर्वस्य अनुभवः भवति यत्र यत्र धूमः, महानसे धूमः अस्ति चेत् वह्नि अस्ति एव, तदर्थं तद् भवति दृष्टान्तः. हा, सम्यक्, अस्तु. तद्वत् अस्ति इदमपि वाक्यम्. अस्तु, अत्र हेतुः दृश्यते, हेतुः अस्ति, साध्यमपि अस्ति, अपि च पाकजरूपनाशवत् इति दृष्टान्तः दत्तः. अधुना परिशीलनीयः भवति यत् दृष्टान्तः पक्षभिन्नस्थलं वा न इति. अस्तु, केन आगतं नूतनतया? राजेन्द्र महोदय अस्ति, अनन्तरं भारती अस्मि भगिनि, भारती भगिनि, अनन्तरम् अन्य कोऽपि? तर्हि सावित्री भगिनी, सरला भगिनी, लक्ष्मी भगिनी, राजेन्द्र महोदय, भारती भगिनी, अन्य कोऽपि अस्ति वा? अस्तु. कुतश्चित् ध्वनिः आगच्छति, तर्हि म्यूट् कुर्वन्तु, यदा आवश्यकं तदा अन्म्यूट् कुर्वन्तु कृपया. अस्तु तर्हि इतः अग्रे सरेम. तत्र आशयनाशजन्यगुणनाशः इत्युक्ते किम् इति सरला भगिनी वदति वा? घटपटयोः संयोगः इति उदाहरणं स्वीकृत्य तत्र आश्रयनाशाजन्यगुणनाशः कथम् इति किञ्चित् वदति. आश्रयनाश अजन्यगुणनाश इत्युक्ते आश्रयनाशेन संयोगगुणनाश न भवति, अतः अजन्यगुणनाश वक्तव्यम्. उदाहरणमस्ति घटपटयो संयोग. यदि घटपटयसंयोगनाश भवति तदा घटपट संयोगस्य आशय तस्य तयोः नाश न भवति, केवलं संयोगनाश गुणनाश भवति. अतः वयं वदामः आशनाशाजन्यगुणनाश इति अस्ति पक्ष. हा, घटपटयोः संयोगः नष्टः, किन्तु संयोगस्य आश्रयत्वेन यौ घटपटौ स्तः तयोः नाशः न जातः इति कृत्वा आश्रयनाशाजन्यगुणनाशः. समीचीनं. राजेन्दर् महोदय, किञ्चित् समानाधिकरणगुणजन्यः इत्यस्य विश्लेषणं करोति वा? समानाधिकरणगुणजन्यः संयोगनाशः इत्युक्ते साध्यं, यत् साध्यम् अस्ति तत् समानाधिकरणगुणजन्यः. यथा विभागेन यः गुणः नाशः जातः सः संयोगनाशः समानाधिकरणगुणजन्यः साध्यम् अस्ति. हा, इत्युक्ते संयोगनाशः यत्र अस्ति पठे वा पटे तत्रैव अपरः गुणः अपि अस्ति विभागः इति. अतः विभागः समानाधिकरणगुणः तेन विभागेन जन्यः नाशः अस्ति संयोगनाशः अथवा आश्रयनाशाजन्यगुणनाशः इति वार्ता अस्ति. अधुना पाकजरूपनाशवत् इति दृष्टान्तः दत्तः अस्मिन् वाक्ये खलु. तर्हि पाकजरूपनाशवत् इति किमर्थम् उक्तं? पाकजरूपनाशे अपि यदा कदापि अन्वयदृष्टान्तस्थले दीयते चेत् दृष्टान्तः अथवा उदाहरणं, तर्हि तस्मिन् उदाहरणे हेतुः साध्यम्, उभौ अपि स्याताम् इति नियमः अस्ति. तर्हि पाकजरूपनाशवत् इति यद् उदाहरणं दत्तम् अस्मिन् अनुमानवाक्ये, तस्मिन् अस्माकं हेतुः इत्युक्ते आश्रयनाशाजन्यगुणनाशत्वम् अपि च साध्यं समानाधिकरणगुणजन्यत्वम् उभौ अपि पाकजरूपनाशे स्तः अथवा न इति प्रश्नः अस्ति. तर्हि पाकजरूपनाशनाशे अस्ति वा, उभौ अपि स्तः वा इति लक्ष्मी भगिनी वक्तुं प्रयत्नं करोति वा? आम् आम्, पाकजरूपनाशे द्वयोपि अस्ति हेतुः किमपि. तत्र पाकरूप नाश इत्युक्ते तेजसंयोगेन रूपं नश्यति. तत्र संयोगः अपि तत्रैव समानाधिकरणे तत्रैव अधिकरणे अस्ति. तस्य रूपमपि तस्मिन्नेव अधिकरणे अस्ति. यदि घटं स्वीकुर्मः चेत् घटे एव अस्ति. तेजस्य संयोगेन रूपः इत्युक्ते आश्रयनाशजन्यगुणनाशः आश्रयं तु गतं तु न नश्यति, गतं तु न नश्यति, किन्तु यः गुणः रूपं यत् आश्रितः भवति गते, तस्य नष्टं भवति तेजसंयोगेन. समानाधिकरणगुणजन्यः यत् साध्यमस्ति साध्यमस्ति अत्र अत्र अत्र लक्ष्मी भगिनी अत्र भवती यद् उदाहरणं दत्तवती घटस्य रूपनाशः अपि च घटे पाकजगुणः तत्सर्वं समीचीनं, तर्हि समानादिकरणगुणजन्यः कः अस्मिन् प्रसङ्गे? समानादिकरणगुणजन्यः अस्मिन् प्रसङ्गे संयोगः तेजेन तेजः घटः मध्ये यत् संयोगः भवति, तयोः इति गुणः अपि घटे आश्रितः भवति. सः एकनिमिषः प्रथमतया समानाधिकरणगुणजन्यः कः इति अवगन्तव्यः. समानाधिकरणगुणः कः इति भवती उक्तवती, समानाधिकरणगुणः कः? रूपम् अपि च संयोगः तेजसंयोगः इति समानाधिकरणगुणः अत्र. अस्तु, समानाधिकरणगुणः तेजसंयोगेन किमपि जायते, सः समानाधिकरणगुणजन्यः. तेजसंयोगः इति समानाधिकरणगुणः किमपि जनयति. अस्तु, तर्हि पाकजः अथवा तेजस पाकः अथवा तेजसंयोगः इति समानाधिकरणगुणः किं जनयति अत्र? रूपनाशं जनयति पाकः. अतः आहत्य समानाधिकरणगुणजन्यः कः? समानाधिकरणगुणजन्यः भवती उक्तवती रूपनाशः भवती उक्तवती. पाकः किं जनयति इत्युक्ते पाकः रूपनाशं जनयति, अतः अपि च पाकः रूपनाशः उभयोः समानाधिकरण्यमपि अस्ति. आहत्य समानाधिकरणगुणजन्यः कः इति चेत् रूपनाशः. अपि च पूर्वस्मिन् उदाहरणे यद् सरला भगिन्या राजेन्द्रमहोदयेन उक्तं, तत्र समानाधिकरणगुणजन्यः कः इत्युक्ते संयोगनाशः. अस्तु, तादृशी एव परिस्थितिः अत्र अस्ति पाकजरूपनाशे. इत्युक्ते पाकजरूपनाशे समानाधिकरणगुणजन्यः अपि अस्ति, अपि च आश्रयनाशजन्यगुणनाशः अपि अस्ति. आश्रयनाशजन्यगुणनाशः इत्युक्ते रूपनाशः. रूपः नष्टः खलु, रूपस्य नाशः जातः, अतः आश्रयनाशजन्यगुणनाशः इत्यनेन कस्य नाशः जातः इति उच्यते. एकः गुणः अस्ति, सः गुणः नष्टः, किन्तु सः तस्य गुणस्य नाशः आश्रयनाशेन न जातः इति सर्वं मिलित्वा आश्रयनाशजन्यगुणनाशः. तादृश आश्रयनाशजन्यगुणनाशः अस्ति रूपनाशः. पुनः रूपनाशः पाकेन जायते, पाकः समानाधिकरणगुणः, अतः समानाधिकरणगुणजन्यः अपि अस्ति, सः एव रूपनाशः इति. बुद्धं वा? बुद्धं. वाक्यम् अन्यरीत्या वदामः चेत् समानाधिकरणगुणः यः विभागः सः संयोगनाशः जनयति। हा सत्यं, विभागः संयोगनाशं जनयति इति वार्ता विद्याधर्याः मूलवाक्ये। अस्तु, कुतश्च ध्वनिः आगच्छति? कः ध्वनिः इति न जाने, तर्हि कृपया म्यूट् कुर्वन्तु। अपि च अन्य कोऽपि अस्ति वा इति प्रश्नः। सावित्री भगिनी, सरला भगिनी, लक्ष्मी भगिनी, राजेन्द्रमहोदय, भारती भगिनी, एतानि एव नामानि सन्ति मम पार्श्वे। अस्तु, तर्हि स्पष्टं वा लक्ष्मी भगिनी सर्वम्? अस्तु, हा समीचीनं। तर्हि अत्र विद्याधरी वाक्यम् आसीत् आश्रयनाशजन्यगुणनाशः समानाधिकरणगुणजन्य, तत्र तु विभागस्य संयोगनाशस्य उल्लेखः। अस्तु, पाकजरूपनाशवत् इति यदा वदति तर्हि तत्र उदाहरणरीत्या दत्तम्, अन्यत् किमपि, अन्यत् किमपि प्रसङ्गः वा अन्य कोऽपि स्थलः तथा, तर्हि अन्यत् किमपि यदस्ति पाकजरूपनाशः तस्मिन्नपि हेतुः साध्यम्। हेतुः इत्युक्ते आश्रयनाशजन्यगुणनाशत्वं, साध्यम् इत्युक्ते समानाधिकरणगुणजन्यत्वम्, उभावपि हेतुसाध्यौ अत्र स्तः पाकजरूपनाशे इति वार्ता। यतोहि अन्वयदृष्टान्तस्थले यथा यदा कदापि उदाहरणं दीयते तर्हि उदाहरणं सदृष्टान्तं दृष्टान्तेन सह भवतु इति कृत्वा। अपि च दृष्टान्तः इति यः दीयते सः दृष्टान्तः पक्षभिन्नस्थलं भवेत् इति अपि नियमः अस्ति। अधुना प्रश्नः अस्ति यत् पाकजरूपनाशः इति पक्षभिन्नस्थलम् अस्ति वा न इति। अत्र सावित्री भगिनी किं वदति? अहं वदामि तत्तु पक्षभिन्नस्थलम् एव। यदा अहं पूर्वस्मिन् वर्गे उक्तवती समान आश्रयनाशगुणनाशत्वं बहुत्र भवति, पाकजरूपनाशः तु एकः सदस्यः तस्मिन् सामान्ये इति वक्तुं शक्नुमः। तदर्थम् अहं चिन्तयामि अत्र पक्षभिन्नस्थलमेव अस्ति। हा इति वर्गस्य अन्ते प्रश्नः आसीत् गतवर्गे, इत्युक्ते पाकजरूपनाशः इति आश्रयनाशगुणनाशत्वम् इत्यस्मिन् अस्ति, तस्मिन् श्रेण्यामेव आगच्छति पाकजरूपनाशत्वं, तस्यां श्रेण्याम्। अस्तु, इदानीम् अस्माकं विभागेन जन्यः संयोगनाशः अपि तस्यामेव श्रेण्याम्, आश्रयनाशगुणनाशः इति। तर्हि उभौ अपि आश्रयनाशजन्यगुणनाशः इत्यस्मिन् अन्तर्भूतौ, उभयत्र आश्रयनाशजन्यगुणनाशः अस्ति। इत्युक्ते द्रव्यत्वम् इति बृहज्जाति स्वीकृत्य द्रव्यत्वजातौ पुस्तकत्वम् अस्ति, पृथ्वीत्वम् अस्ति, तादृशचिन्तनम् अत्रापि वर्तते। तर्हि अत्र प्रश्नः आसीद् यत् अस्तु तर्हि पाकजरूपनाशः भिन्नस्थलं नास्ति, कथं तर्हि अन्वयदृष्टान्ते वक्तुं शक्यते उदाहरणत्वेन? यतोहि तत्र यथा महानसं पर्वतः वह्निमान् धूमात् यथा महानसम् इति उच्यते, तत्र महानसं भिन्नस्थलं, पर्वतः इति भिन्नस्थलं, परन्तु अत्र तथा न भासते इति प्रश्नः, कथमिदम् इति परिच्छेदस्य अन्ता जातः। अत्र अवगम्यते वा प्रश्नः कः इति सर्वैः? भगिनि, अन्य उदाहरणमपि दातुं शक्नुमः। अत्र जलजरूपनशे इति वक्तुं शक्नुमः, जलसंयोगेन अपि रूपनष्टः भवति एव, तत्रापि संयोगः अस्ति, तदपि समान उदाहरणं भविष्यति। हा, यथा पाकजरूपनाशः तथा एव जलजरूपनाशः जलेन जातः इति खलु भगिनि? हा हा, परन्तु तानि सर्वाणि उदाहरणानि आश्रयनाशजन्यगुणनाशत्वम् इत्यस्मिन् अन्तर्भूतानि अथवा न अन्तर्भूतानि इति तावत्पर्यन्तं प्राप्तवन्तः. अतः भिन्नस्थलं यथा महानसम् इति वदामश्चेत् भिन्नस्थलं स्थलं तत्र प्रतिभासते, परन्तु अत्र तथा नास्ति. कथं तर्हि उदाहरणत्वेन अथवा दृष्टान्तत्वेन वक्तुं शक्यते पाकजरूपनाशः इति तावत्पर्यन्तं प्राप्तवन्तः. इतः अग्रे तस्य विषये इतोपि किञ्चित् चिन्तनीयं भवति. अस्तु, भारती भगिनी पठति वा? पूर्वं कुत्र पूर्वं दृष्टं यत् अनुमानं, तर्हि अनुमानं न भगिनि, कथम् इदम् इत्यस्मात् परं साक्षात् अधोभागे. अस्तु, तर्हि न प्राप्यते चेत् अनन्तरं पठतु, चिन्ता नास्ति. अस्तु, सरला भगिनी प्राप्नोति किम्? आं भगिनि. पूर्वं द्रष्टं यत् अनुमानं द्विधं, स्वार्थ अनुमानं परार्थ अनुमानं च. अधुना अनुमानं भिन्नरीत्या अपि भागद्वे विभज्यते. साध्यं सर्वत्र पक्षे साध्यते चेत् तादृशम् एकम् अनुमानं, क्वचित् एव पक्षे साध्यं पक्षे साध्यते चेत् अन्यादृशम् एकम् अनुमानं, यथा पर्वतो महिमान् धूमात् इति अनुमानम्. एतादेव अनुमानं द्विविधं, सर्वेषु पर्वतेषु वह्नि अस्ति इति साधनम्, अथवा केषुचित् पर्वतेषु वह्नि अस्ति इति साधनं. सर्वत्र पर्वते वह्नि उद्दिष्ट चेत् तदानीं सर्वोऽपि पर्वतः महिमान् धूमात् इति, ईषत् पर्वतः महिमान् धूमात् इति चेत् परगणतेषु पर्वतेषु धूम तेषु वह्नि अपि अस्ति इति. सर्वत्र पर्वते इत्यनेन स्वस्मिन् पर्वते वह्ने ज्ञानं जायतम् इति इच्छा. क्रमेण प्रतिपादयामि. पूर्वदृष्टं यत् अनुमानं द्विविधं, पूर्वं वयं दृष्टवन्तः द्विविधम् अनुमानम् अस्ति, स्वार्थ अनुमानं परार्थ अनुमानं च. स्वार्थ अनुमानम् इत्युक्ते स्वयं यदि हेतु उदाहरणमस्ति भगिनि, पर्वतो वह्निमान् हेत्वात् यथा मानसि राम पश्यति वह्नि धूमवान् पर्वतं पश्यति तस्य अनुमानम् भवति वह्निमान् पर्वतम् इति अस्ति स्वार्थ अनुमानं. परार्थ अनुमानं यदि रामं श्यामं वदति वह्नि धूमवान् पर्वतं वह्निमान् पर्वत धूमत्वात् उदाहरणं तत् असि परार्थ अनुमानं. अधुना अनुमानं भिन्नरीत्या अपि भागद्वे विभज्यते. एतत् अनुमानं अनया रीत्या पुनः विभाजनं भवति. साध्यं सर्वत्र पक्षे साध्यते चेत् तादृशम् एकम् अनुमानम्. एकम् अनुमानम् अस्ति साध्यं यदा वह्नि सर्वत्र पक्षे साध्यते इत्युक्ते सर्वेषु पर्वतेषु पक्ष अस्ति पर्वतं पक्षे साध्यम् अस्ति वह्नि अस्ति एतत् एकम् अनुमानम् अस्ति. क्वचिदेव पक्षे साध्यं पक्षे साध्यते चेत् अन्यादृष्टम् अन्यादृष्टम् अति कुत् पक्ष अन्यादृश्यं पक्षस्य कुत्रचित् भागं साध्यम् अस्ति तत् कथं साध्येत् तत् द्वितीय अनुमानम् अस्ति द्वितीय भागम् अस्ति विभागम् अस्ति अनुमानस्य. एकम् अनुमानं यथा पर्वतो वह्निमान् धूमात् इति अनुमानं, यथा इदानीं उक्तवन्तः पर्वतो वह्निमान् धूमात् इति एकम् अनुमानम् अस्ति. एतत् एव अनुमानं द्विविधम्, एत अनुमानं तस्य अन्यरीत्या कथं भवति, सर्वेषु पर्वतेषु वह्नि अस्ति इति साधनं. सर्वेषु पर्वतेषु सर्वेषु पर्वतस्य सर्वेषु भागेषु वह्नि अस्ति इति साध्य कथं साध्यते अथवा अत्र महान् महान् भेदः अस्ति. अस्तु, पर्वते सर्वेषु भागेषु इत्यस्य वदनेन भवती किं वक्तुमिच्छति विवक्षाकातरे? केषुचित् पर्वतेषु वह्नि अस्ति. हा, द्वितीय द्वितीयं तु केषुचित् केषुचित् पर्वतेषु इत्युक्ते अस्माकं पञ्चदशाः पर्वताः सन्ति इति चिन्तयतु. तर्हि प्रथमविध अनुमानमस्ति यदा वदामः पर्वतो वह्निमान् धूमात् इत्यस्य वदनेन सर्वेषु पञ्चदशसु पर्वतेषु वह्निः अस्ति वा इति भासते वा, अथवा पञ्चदशसु केषुचित् एव पर्वतेषु वह्निः अस्ति इति साधनीयं वा, तेन आधारेण अनुमानस्य द्वैविध्यम् अत्र. अग्रे, सर्वत्र पर्वते वह्नि उद्दिष्ट चेत् तदानीं सर्वोऽपि पर्वतः वह्निमान् धूमात् इति, ईषत् पर्वतः वह्निमान् धूमात् इति चेत् परिगणितेषु पर्वतेषु धूम. यदि सर्वत्र सर्वत्र पर्वते वह्नि उद्दिष्ट इत्युक्ते सर्वेषु पर्वतेषु भगिनी वह्नि, हा हा सत्यं सत्यं, ओके, चेत् तदानीं सर्वोऽपि पर्वतः वह्निमान्, सो सर्वे पर्वता वह्निमान् वह्निमान् न भवति कारणात् कारणे. अत्र भाषायाः अपि अभ्यासः भवतु. आमां, समयः अधिकं स्वीक्रियते चेदपि चिन्ता नास्ति, किन्तु चिन्तयित्वा वदतु. ओके, सर्वेषु पर्वतेषु वह्नि साध्यं भवेत् इति कारणं सर्वे पर्वता वह्निमन्तः भवन्ति, तस्य कारणम् अस्ति धूमवन्तः पर्वताः इति, ईषत् पर्वता वह्निमान् धूमात् इति चेत् परिगणितेषु पर्वतेषु धूम इत्युक्ते यथा भवती उक्तवती पञ्चादश पर्वतेषु परिगणितेषु पर्वतेषु धूम भगिनी, पञ्चदशसु केवलं दशसु वा अथवा त्रिषु तथा तेषु वह्निरपि अस्ति. सो इत्युक्ते सर्वतेषु पर्वतेषु वह्नि साध्यं भवति. हा, इति द्वैविध्यम् अस्ति अनुमानस्य. एकं तु सर्वेषु पर्वतेषु वा अथवा केषुचित् पर्वतेषु. सर्वत्र पर्वते पर्वते इति अनेन स्वस्मिन् पर्वते वह्नि ज्ञानं जायतम् इति इच्छा. इत्युक्ते अत्र प्रायः दोषः सर्वस्मिन् पर्वते तावदेव. सर्वत्र पर्वते इत्यस्य वदनेन सर्वस्मिन् पर्वते इत्युक्ते सर्वेषु पर्वतेषु वह्नेः ज्ञानं जायताम् इति इच्छा. इति बुद्धं खलु, सर्वेषु पर्वतेषु वह्निः अस्ति वा अथवा तेषु सर्वेषु केषुचित् एव वह्निः अस्ति वा इति साधनं भवति. तर्हि तेन आधारेण अनुमानस्य द्वैविध्यमपि भवति. अस्तु अग्रे राजेन्द्रमहोदय अग्रे पठति। हा भगिनि, यत्र सर्वत्र तथा वा? हा सत्यं सत्यम्। यत्र सर्वत्र पक्षे बह्निः अस्ति इति साध्यते तत्र पक्षे एकदेशः अपि दृष्टान्तः भवितुम् अर्हति। सर्वत्र पक्षे बह्निः अस्ति इति तादृश्यां विवक्षायां यत्र यत्र धूमः इत्यनेन क्वचित् धूमः दृष्टः वह्निः अपि दृष्टः प्रत्यक्षेन। प्रदर्शयितुम् इष्यते यत् सर्वेषु पर्वतेषु वह्निः अस्ति, तस्य च प्रदर्शने एकस्मिन् पर्वते धूमः दृष्टः तत्र वह्निः दृष्टः इत्युक्तौ स च पर्वतः उभयवान्, अयम् उभयवान् पर्वतः, तादृशा अनुमानस्य दृष्टान्तः भवति। सर्वत्र पर्वते वह्निरस्ति इति न ज्ञातं, कुत्रचित् पर्वते वह्निरस्ति इत्येव ज्ञातम्। तदानीं यः पर्वतः उभयवान् धूमवान् वह्निमान् च इति ज्ञातं, सः दृष्टान्तः भवितुम् अर्हति। पुनः पठित्वा चिन्तयतु। यत्र सर्वत्र पक्षे वह्निः अस्ति इति साधीयते तत्र पक्षे एकदेशः अपि दृष्टान्तः भवितुम् अर्हति। यत्र सर्वत्र पक्षे सर्वेषु पर्वतेषु वह्निः अस्ति तत् साधितुं शक्नुमः, तत् एवमपि भवितुम् अर्हति। एकदेश अपि वह्निः अस्ति तदपि भवितुम् अर्हति। सर्वत्र पक्षे वह्निः अस्ति इति तादृशं विवक्षायां यत्र यत्र धूमः इत्यनेन क्वचित् धूमः दृष्टः वह्निः अपि दृष्टः प्रत्यक्षेन। सर्वत्र पक्षे वह्निः अस्ति इति तादृश्यां विवक्षायां यथा सर्वत्र पक्षे वह्निः अस्ति तत्र तत्र विवक्षायां यत्र यत्र धूमः इत्यनेन क्वचित् धूमः दृष्टः वह्निः अपि दृष्टः प्रत्यक्षेन। किञ्चित् क्वचित् न अवगच्छामि। क्वचित् क्वचित् इत्युक्ते अस्तु, वक्तुः विवक्षा का? सर्वत्र पक्षे इति सः साधयितुम् इच्छति, भवता यदुक्तं प्रथममेव सर्वत्र पक्षे इत्युक्ते सर्वेषु पर्वतेषु सः साधयितुम् इच्छति वह्निरस्ति इति तस्य विवक्षा, यः कोऽपि अनुमितिं साधयितुम् इच्छति। किन्तु तेन यः कोऽपि साधयति तेन किं दृष्टं? कुत्रचिदेव दृष्टं, कुत्रचिदेव धूमः, सर्वेषु पर्वतेषु न, कुत्रचित् एकस्मिन् वा अथवा द्वयोः पर्वतयोः वा तादृशं दृष्टमस्ति, धूमः दृष्टः वह्निः अपि दृष्टः प्रत्यक्षेण। प्रदर्शयितुम् इष्यते यत् सर्वेषु पर्वतेषु वह्निः अस्ति, विवक्षा अस्ति, सः प्रदर्शितुम् इच्छति यत् सर्वेषु पर्वतेषु वह्निः अस्ति, तस्य च प्रदर्शने एकस्मिन् पर्वते धूमः दृष्टः तत्रापि वह्निः दृष्टः इत्युक्तौ स च पर्वतः उभयवान्, यत् कुत्रापि एकस्मिन् पर्वते सः धूमः दृष्टः तत्रापि वह्निः अपि दृष्टः, तत् पर्वतः धूमवान् अपि वह्निमान् अपि तत् उभयवान् धूमः अपि अस्ति तत् दृष्टः अथवा वह्निः अपि दृष्टः, तत्कारणात् अयम् उभयवान् पर्वतः यथा तत्र धूमवान् अपि वह्निमान् अपि, तादृश अनुमानस्य दृष्टान्तः भवति। सर्वत्र पर्वते वह्निरस्ति इति न ज्ञातम्, सर्वत्र सर्वेषु पर्वतेषु वह्निः अस्ति तत्तु न ज्ञातं, कुत्रचित् पर्वते वह्निरस्ति इति एव ज्ञातम्। यथा अस्मिन् सन्दर्भे कुत्रचित् पर्वते एव वह्निः अस्ति इति ज्ञातं, सर्वेषु पर्वतेषु वह्निः अस्ति तत्तु न ज्ञातं। तदानीं यः पर्वतः उभयवान् धूमवान् अपि च वह्निमान् इति ज्ञातं, सः दृष्टान्तः भवितुम् अर्हति। भगिनि किञ्चित् न अवगच्छामि, तर्कः ईदृशी तर्कः कुत्र गच्छति न जानामि। हा, कुत्र गच्छति इत्युक्ते तर्हि यावत् पठितं तावत् अवगतं खलु महोदय, यः कोऽपि तत्तु अवगतं, परन्तु किञ्चित् सस्पेन्शन् एव अस्ति तत्र. तदानीं यः पर्वतः उभयवान् धूमवान् वह्निमान् इति ज्ञातं, सः दृष्टान्तः भवितुमर्हति. इत्युक्ते रामः, अस्तु, रामः साधयितुम् इच्छति किमपि, अनुमितिं साधयितुम् इच्छति. सर्वेषु पर्वतेषु वह्नि अस्ति इति रामः साधयितुम् इच्छति इति चिन्तयतु. सः रामः किं दृष्टवान्? सः रामः एकस्मिन् पर्वते तादृशः रामेण एकस्मिन् पर्वते दृष्टः. तर्हि रामः किं करोति? अस्तु, एकस्मिन् पर्वते तादृशी परिस्थितिः, तर्हि अपरेषु सर्वेषु पर्वतेषु अपि भवितुम् अर्हति तथा एव इति कृत्वा, तस् एकस्य पर्वतस्य यस्मिन् उभौ अपि दृष्टौ, तादृशपर्वतस्य उदाहरणं ददाति इति बुद्धम्? हा, तर्हि तर्कः कुत्र गच्छति इति भवान् पृष्टवान्, तर्हि इदानीं इदानीं चिन्तयतु, पञ्चदशसु पर्वतेषु एकस्मिन्नेव रामः उभयमपि पश्यति खलु. तथापि पर्वतः पर्वतत्वस्य सदस्यः खलु, पर्वतत्वमिति जातिः, प्रत्येकं पर्वतः तस्मिन् सदस्यः, पर्वतत्वजातौ खलु. तर्हि चिन्तयतु, तर्हि यथा पूर्वस्मिन् उदाहरणे आसीत् आश्रयनाशजन्यगुणनाशत्वम् इत्यस्मिन् पाकजरूपनाशः अन्तर्भूतः, संयोगविभागजसंयोगनाशः अन्तर्भूतः, अपि च भगिनी यदुक्तवती जलेन नाशः न जातः, तत्सर्वम् आश्रयनाशजन्यगुणनाशत्वम् इत्यस्मिन् अन्तर्भूतानि उदाहरणानि खलु. तादृशपरिस्थितिः एव अत्र प्रायः भवेत् इति प्रदर्शयितुम् इच्छति इति अहं चिन्तयामि. परन्तु सर्वेषु पर्वतेषु वह्नि अस्ति तत्र इति तु न साधितवान् इदानीं, न साधितवान्, एकस्मिन् एव दृष्ट्वा, एकस्मिन् पर्वते एव दृष्ट्वा अनुमितिं साधयितुम् इच्छति रामः. एकस्मिन् पर्वते, यस्मिन् पर्वते तादृशी परिस्थितिः दृष्टा, रामः किं करोति? तं पर्वतं स्वीकृत्य उदाहरणत्वेन वदति. इत्युक्ते यथा महानसं पाकजरूपनाशवत् इति उदाहरणमासीत् खलु अनुमानवाक्येषु, तथा एकं पर्वतं यस्मिन् उभौ अपि दृष्टौ तद् स्वीकृत्य रामः उदाहरणत्वेन वक्तुम् इच्छति इति वार्ता अस्ति. अतः एव अत्र उक्तम्, अयम् उभयवान् पर्वतः तादृशानुमानस्य दृष्टान्तः भवति इति. दृष्टान्तः इत्युक्ते उदाहरणं वाक्ये. बुद्धं महोदय? अस्तु, तर्हि लक्ष्मी भगिनी अग्रे. आं भगिनि, आधुनिकवैज्ञानिकशोधकार्ये अपि तथैव क्रियते. कश्चन प्रयोगः भवति, स च प्रयोगः पक्षस्य एकदेशः. प्रयोगः बहुवारं सफलः चेत् पक्षे साध्यस्य प्रमाणं स्वीक्रियते. यथा विज्ञानविषये पृथ्व्यां गुरुत्वं नाम शक्तिः वर्तते. शिलाखण्डस्य विमोचनेन शिलाखण्डः पतति. यस्य भारः अस्ति तस्य विमोचनेन सर्वदा पतति इत्यस्य प्रदर्शनार्थं पञ्चवारं दशवारं वैज्ञानिकः शिलाखण्डं विमोचयति. अत्र शिलाखण्डस्य एकवारं पतनं पञ्चवारं पतनं च पक्षस्य एकदेशः. गुरुत्वं नाम शक्तिः अस्ति, अतः यस्य भारः अस्ति तस्य विमोचनेन सर्वदा पतति इति प्रमाणयितुं शिलाखण्डस्य एकवारं पतनं पक्षस्य एकदेशदृष्टान्तः. अस्तु अस्तु, अधुना अस्माकं विषयः यत्र यत्र धूमः तत्र तत्र वह्निः इति साधयितुम् आधुनिक वैज्ञानिक आ, आ, आ, आ, आ, आ, कार्यालये किं भवति इति एकः कम्पेरिसन् संस्कृतेन तुलना तुलना हा तुलना आमां तुलना अत्र अत्र अत्र दृश्यते एक प्रयोगः इत्युक्ते एक्स्पेरिमेण्ट् इति अहं चिन्तयामि आब्सर्वेशन् अस्तु अत्र अत्र कश्चन प्रयोगः भवति स च प्रयोगः पक्षस्य एकदेशः पक्षस्य एकदेशः एकवारं मम अवगमनं अभवत् किन्तु अहं कथं अहं जानामि अहं जानामि तर्हि एकदेशः इत्युक्ते सर्वे सर्वे पर्वताः इति पक्षः अस्तु एकस्मिन् पर्वते रामेण धूमवह्नि उभावपि दृष्टौ खलु तर्हि सः पर्वतः सः उभयवान् पर्वतः एकदेशः सः एव पक्षः इत्युक्ते पर्वतरूपी पक्षः परन्तु पक्षः पक्ष इति यूनिवर्सल् सेट् इति चिन्तयतु तस्मिन् एव एकः सदस्यः अस्ति एकः पर्वतः तद्वत् आधुनिकशोधकार्ये वैज्ञानिक एक्स्पेरिमेण्ट्स् मध्ये अपि तथा एव कुर्वन्ति इति अग्रे प्रदर्शितमस्ति अस्तु पठतु भगिनि प्रयोगः प्रयोगः बहुवारं सफलः चेत् पक्षे साध्यस्य प्रमाणं स्वीक्रियते बहुवारं बहुवारं शोधककार्यं शोधककार्यम् इत्युक्ते एक्स्पेरिमेण्ट् इति अहं चिन्तयामि रिसर्च् रिसर्च् शोधकार्यम् अस्तु बहुवारं तदेव एक्स्पेरिमेण्ट् इत्युक्ते प्रयोगः बहुवारं प्रयोगः एव अस्तु बहुवारं प्रयोगः सफलः चेत् पक्षे साध्यस्य प्रमाणं स्वीक्रियते अस्तु भवती एव वदतु इत्युक्ते भगिनि अत्र किञ्चित् उदाहरणत्वेन वैज्ञानिक दृष्टान्तः दीयते एवं वा हा हा सत्यं सत्यं महोदय उदाहरणम् अग्रे आगच्छति किल सत्यम् अग्रे आगच्छति पठतु भगिनि अस्तु यथा विज्ञानविषये पृथ्व्यां गुरुत्वं नाम शक्तिः वर्तते अस्तु इदानीं गुरुत्वं पृथ्व्यां ग्राविटि वर्तते इति कथं साधनीयं तत् तदेव गुरुत्वं नाम शक्तिः वर्तते इति साध्यं साध्यं भवति कथं तत् साध्यते इत्युक्ते शिलाखण्डं शिलाखण्डस्य क्षिपणेन शिलाखण्डः पतति एकवारं एकवारं क्रियते पुनः एकवारं क्रियते पुनः तस्य पुनः तत् तं शिलाखण्डस्य पतनं अनेन किं साधितं भवति अनेन अनेन पृथ्व्यां गुरुत्वं साध्यन्ते हा गुरुत्वं नामक शक्तिः अस्ति इति साधितं हा यस्य कस्यापि भारः अस्ति इति अन्तिमवाक्यं यस्य कस्यापि वस्तुनः भारः अस्ति तस्य विमोचनेन अथवा पातनेन सर्वदा पतति विमोचनेन इत्युक्ते हस्ते अस्ति तस्य विमुक्तिः भवतु तदा किम् अधः एव पतति खलु इति प्रमाणम् इति दर्शयित्वा किं साधितम् अस्ति अत्र गुरुत्वम् इति साधनार्थं शिलाखण्डं बहुवारं पञ्चवारं दशवारं पातयति चेत् पर्याप्तं खलु लोके लोके यावन्तः पदार्थाः सन्ति तेषां सर्वेषां पातनं न आवश्यकम् इति वार्ता. अत्र हेतुः अत्र हेतुः भारत्वा गुरुत्वं नाम शक्तिः बहु समीचीनं. पक्षः पृथ्वी पक्षः पृथ्वी भवति दृष्टान्तः दृष्टान्तः इति शिलाखण्डस्य पतनं शिलाखण्डस्य पतनं हा हा सम्यक् इदानीं भवती अवगतवती. शिलाखण्डस्य पतनं इति यद्यपि शिलाखण्डः इति बहूनां वस्तूनां प्रतिनिधिः यस्य यस्मिन् कस्मिन्नपि भारः अस्ति वेट् अस्ति पुस्तके अथवा उत्पीठिकायां गृहे यस्मिन् कस्मिन्नपि भारः अस्ति तस्य प्रतिनिधिः अस्ति शिलाखण्डः. तस्य पातनेन अवगच्छामः खलु गुरुत्वनामिकशक्तिः नामकशक्तिः अस्ति पृथिव्याम् इति. हा तथा एव एकस्मिन् पर्वते उभावपि दृष्ट्वा सर्वेषु पर्वतेषु तथा स्यात् इति अनुमानं शक्यः अनुमानं शक्यम् इति वार्ता. इति स्पष्टमस्ति. अस्तु समीचीनं. तर्हि अग्रे भारती भगिनी पठति वा? अत्र प्रश्नः उदेति सर्वस्मिन् पर्वते इत्यनेन सर्वेषु पर्वतेषु कुत्रचित् वह्निः अथवा सर्वेषु पर्वतेषु सर्वपर्वते वह्निः इति. अत्र प्रश्नः अस्ति एकवारं सर्वं पठतु तदनन्तरं खण्डशः. उत्तरत्वेन वक्तव्यं भवति यत् एकैकस्मिन् पर्वते कुत्रचित् वह्निः इति साधयितुम् इच्छा अस्ति, न तु एकैकस्मिन् पर्वते सर्वत्र वह्निः. एकैकस्मिन् पर्वते सर्वत्र वह्निः इति चेत् सर्वावयवच्छेदेन वह्निज्ञानम् इति विशेषः. अत्र किन्तु तथा नास्ति, अपि तु कस्मिंश्चित् भागे सर्वस्मिन् पर्वते वह्निरस्ति इति विवक्षा. अत्र प्रश्नः उदेति सर्वस्मिन् पर्वते इत्यनेन सर्वेषु पर्वतेषु कुत्रचित् वह्निः अथवा सर्वेषु पर्वतेषु सर्वपर्वते वह्निः इति. अत्र प्रश्नः अस्ति सर्वस्मिन् पर्वते वह्निः अस्ति वा कुत्रचित् पर्वतेषु वह्निः अस्ति वा इति वा. हा प्रश्नः सर्वस्मिन् पर्वते इत्यस्य वदनेन किं गृहीतं भवति सर्वेषु पर्वतेषु कुत्रचित् एकस्मिन् भागे कुत्र पर्वते इति. सत्यम्. अथवा सर्वेषु पर्वतेषु सर्वपर्वते नाम सर्वेषु पर्वते सर्वस्मिन् पर्वते इत्यनेन सर्वेषु पर्वतेषु इति एव ग्राह्यः. तत् तत् बुद्धं खलु सः विषयः बुद्धः. हा इदानीम् उत्तर इदानीं प्रश्नः अस्ति तर्हि सर्वेषु पर्वतेषु कस्मिंश्चित् भागे वह्निः अस्ति वा अथवा सर्वेषु पर्वतेषु पर्वतः पूर्णतया वह्निमान् अस्ति वा इति. द्वे अपि सर्वेषु पर्वतेषु. आम् आम् सत्यम्. उत्तरत्वेन वक्तव्यं भवति यत् एकैकस्मिन् पर्वते कुत्रचित् वह्निः इति साधयितुम् इच्छा अस्ति. उत्तरमस्ति एकैकस्मिन् पर्वते कुत्र एकैकस्मिन् पर्वते सर्वेषु पर्वतेषु न सर्वेषु पर्वतेषु एकैकस्मिन् पर्वते इत्युक्ते सर्वेषु पर्वतेषु प्रत्येकस्मिन् पर्वते प्रत्येकस्मिन् पर्वते कुत्रचित् वह्निः इति साधयितुम् इच्छा अस्ति. इति किम् अवगतं भगिनि कुत्रचित् इत्युक्ते कुत्रचित् कुत्रचित् भागे कस्मिंश्चित् भागे कस्मिंश्चित् भागे वह्निः अस्ति इति साधयितुं साधयितुं भवति साधनीयं भवति प्रत्येकस्मिन् सर्वेषु पर्वतेषु इति अस्माकं पक्षः अस्तु तस्मिन् पक्षे प्रत्येकस्मिन् पर्वते कुत्रचित् कस्मिंश्चित् विभागे अधोभागे उपरितनभागे वह्नी अस्ति इति साधयितुम् इच्छा सर्वस्मिन् पर्वते इत्युक्ते तथा तादृश न तु एकैकस्मिन् पर्वते सर्वत्र वह्निः न तु प्रत्येकस्मिन् पर्वते सर्वत्र भागे वह्निः न इति वार्ता बुद्धं खलु अधुना एकैकस्मिन् पर्वते सर्वत्र वह्निः इति चेत् सर्वावयवच्छेदेन वह्नि ज्ञानम् इति विशेषः प्रत्येकस्मिन् पर्वते सर्वत्र भागे वह्निः इति सर्व अवयवच्छेदेन वह्निज्ञानम् इति विशेषः सर्व अवयवच्छेदेन इत्युक्ते सर्व भागे भवती अवगतवती इति चिन्तयामि सर्वेषु अवयवेषु एकै सर्वत्र वह्निः एकैकस्मिन् प्रत्येकस्मिन् पर्वते सर्वत्र वह्निः सर्वेषु भागेषु वह्निः इत्युक्ते किम् सर्वत्र पूर्वं सर्वत्र इत्युक्ते सर्वेषु अवयवेषु पर्वतस्य यावन्तः अवयवाः सन्ति तेषु सर्वेषु पर्वतस्य प्रत्येकस्मिन् अवयवे वह्निः अस्ति इति साधयितुम् इच्छामः वा इति प्रश्नः सर्वावयवावच्छेदेन वह्निज्ञानम् इति विशेषः प्रत्येकस्मिन् पर्वते सर्वत्र वह्निः इत्युक्ते न्यायरीत्या न्यायशास्त्ररीत्या वदामश्चेत् सर्वावयवच्छेदेन वह्निज्ञानम् इति भवति किन्तु तदिष्टं वा तदिष्टम् अस्माभिः अत्र किन्तु तथा नास्ति अपि तु कस्मिंश्चित् भागे सर्वस्मिन् पर्वते वह्निरस्ति इति विवक्षा सर्व अवयवच्छेदेन नास्ति सर्वावयवच्छेदेन वह्निज्ञानम् अस्माभिर्न इष्टम् अस्माभिः किम् इष्टं कस्मिंश्चित् भागे सर्वस्मिन् पर्वते सर्वेषु पर्वतेषु कस्मिंश्चित् भागे एव वह्नि अस्ति वा तथा इच्छा तादृशी विवक्षा अस्ति अस्तु, तर्हि सर्वस्मिन् पर्वते इत्युक्ते सर्वेषु पर्वतेषु एकैकस्मिन् प्रत्येकस्मिन् पर्वते कस्मिंश्चित् भागे इति सर्वम् अन्तर्भूतं. सर्वेषु पर्वतेषु प्रत्येकस्मिन् पर्वते एकस्मिन् भागे कस्मिंश्चित् भागे इति त्रयः अंशाः अन्तर्भूताः तस्मिन्. अस्तु, इति मनसि निधाय अग्रे शास्त्रीय अनुमानस्य द्वैविध्यं भवति इति उक्तवन्तः खलु, सर्वेषु पर्वतेषु वा अथवा केषुचित्. इदानीं तद् द्विविधम् अनुमानं शास्त्ररीत्या न्यायशास्त्रभाषया कथम् उच्यते इति अग्रे अस्ति. अस्तु, तस्य विषये अग्रे चर्चा. सावित्री भगिनी पठति वा? तर्हि अनुमानं द्विविधम् इत्युक्तं सर्वेषु पर्वतेषु वह्निः अस्ति इति साधनम् अथवा केषुचित् पर्वतेषु वह्निरस्ति इति साधनम्. अत्र द्वयोः कृते नामकरणमपि वर्तते. पक्षतावच्छेदकावच्छेदेन साध्यम् इति पक्षतावच्छेदकसामानादिकरण्येन साध्यम् इति एकेन पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः उद्दिष्टा, अपरेण पक्षतावच्छेदकासमानादिकरण्येन साध्यानुमितिः उद्दिष्टा. अत्र अस्मिन् भागे किमपि नूतनं नास्ति. प्रथमं पठितं यत् द्विविधम् अस्ति, वार्तानुमाने प्रातानुमाने इति त्यक्त्वा पुनः द्विविधम् अस्ति. अत्र तस्य नामकरणं दत्तमस्ति. सर्वेषु पर्वतेषु वह्निः अस्ति इति साधनम् अथवा केषुचित् पर्वतेषु वह्निः अस्ति इति साधनं यथा इदानीमेव दृष्टवन्तः. प्रथमस्य नामकरणम् अस्ति पक्षतावच्छेदकावच्छेदेन साध्यम्. द्वितीयस्य नामकरणम् इति अस्ति पक्षतावच्छेदकसामानादिकरणेन साध्यम् इति. एकेन पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः, द्वयोः स्थाने अनुमितिः जायते एव, अनुमानं जायते एव. प्रथमस्य नामकरणं नाम अस्ति पक्षतावच्छेदकावच्छेदेन साध्यं. द्वितीयस्य नामम् अस्ति पक्षतावच्छेदकसामानादिकरण्येन साध्यं, साध्यानुमितिः इति. अग्रे गत्वा तस्य विवरणं दत्तम्. हा, सत्यम्, अग्रे अपि पठतु. हा, एतावत्पर्यन्तं केवलं नामकरणम् आसीत्. अस्तु, यथा भगिनी उक्तवती, तर्हि नाम दत्तं, तर्हि कथं तस्य विश्लेषणं भवति इति अग्रे भगिनी पठतु तर्हि. पक्षतावच्छेदकावच्छेदेन इत्यनेन सर्वस्मिन् पर्वते कस्मिंश्चित् भागे वह्निरस्ति इति साध्यानुमितिः उद्दिष्टा. पक्षतावच्छेदकम् इत्यनेन अत्र पर्वतत्वं, येन रूपेण पक्षः तद्रूपं पक्षतावच्छेदकं नाम पर्वतरूपपक्षस्य पर्वतत्वेन रूपेण पक्षस्य पक्षत्वम् अस्ति इति अङ्गीक्रियते. अतः पर्वतः इति पदप्रयोगः क्रियते. अनेन पर्वतः पक्षः, पक्षता पर्वतनिष्ठा, पक्षतावच्छेदकं पर्वते भासमानः धर्मः पर्वतत्वम् अस्तु. किञ्चित् पुनः अवश्यं पक्षतावच्छेदकावच्छेदेन इत्यनेन सर्वस्मिन् पर्वते कस्मिंश्चित् भागे वह्निरस्ति इति साध्यानुमितिः उद्दिष्टा. तत्तु अवगतम् एव. प्रथम विध अनुमानस्य विवरणं, तस्य नाम अस्ति पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इति. अत्र प्रथम पदस्य विश्लेषणं भवति अग्रे गत्वा. पक्षतावच्छेदकम् इत्यनेन अत्र पर्वतत्वं, पक्षतावच्छेदकम् इत्युक्ते पक्षता अवच्छेदकम्, येन रूपेण पक्षः तद्रूपं पक्षतावच्छेदकम् इत्युक्ते पक्षः तु यत्र कुत्रापि भवितुम् अर्हति, परन्तु अत्र पक्षः पर्वतः, तदर्थं पर्वतत्वमेव अवच्छेदकं भवति, तत्र एव पक्षं स्वीकुर्मः इति. समीचीनं वा भगिनि? सम्यक् सम्यक्. तस्मिन् पर्वते अन्य कोऽपि धर्मः अस्ति वा? भवितुम् अर्हति पृथ्वीत्वं, भवितुम् अर्हति वृक्षत्वं, भवितुम् अर्हति. एकनिमिषं, पर्वते पृथ्वीत्वम् अर्हति, तत् सत्यम्. अनन्तरं किं भवति? द्रव्यत्वं भवति. द्रव्यत्वं भवति, परं अत्र यत् यः पक्षः इति इच्छामः तस्मिन् पर्वतत्वं भवेत्. इत्युक्ते पर्वतत्वेन अवच्छेदकं भवति पक्षः. बहु समीचीनं. येन रूपेण पक्षः तद्रूपं पक्षतावच्छेदकं, नाम पर्वतरूपपक्षस्य पर्वतत्वेन रूपेण पक्षत्वम् अस्ति इति अङ्गीक्रियते. अत्र पक्षस्य विवरणं दत्तमस्ति. पर्वतः पक्षः इति वदामः, कथं वदामः इत्युक्ते पर्वतरूपपक्षस्य पर्वतत्वेन एव पक्षः इति स्वीक्रियते. अतः पर्वतः इति पदप्रयोगः क्रियते. अनेन पर्वतः पक्षः, पक्षता पर्वतनिष्ठा इति अपि वक्तुं शक्नुमः. पर्वतनिष्ठा पक्षता, पक्षतावच्छेदकं पर्वते भासमानः धर्मः पर्वतत्वम्. पर्वतत्वम् इति धर्मः एव पक्षस्य अवच्छेदकं भवति. पक्षतायाः अवच्छेदकम्. अपक्षतायाः अवच्छेदकं भवति. समीचीनं. तर्हि पर्वतः, पर्वते पक्षता अस्ति, यतोहि पर्वतः पक्षः, तस्मिन् पक्षता अस्ति, तस्मिन्नेव पर्वतत्वम् इति अस्ति. तर्हि पूर्वतनचित्राणि स्मरामश्चेत् तत्र यः कोऽपि समानस्तरे भवति सः एव अवच्छेदकः भवितुम् अर्हति, खलु? पर्वतः चित्रं रचयामश्चेत् पर्वतस्य उपरि पक्षता, पुनः पर्वतस्य उपरि पर्वतत्वम् इति कृत्वा पर्वतत्वं पक्षता अवच्छेदकं भवति. तादृशचित्रं मनसि भवेत्. तावदेव भगिनी. पूर्वस्मिन् परिच्छेदं सर्वेषु पर्वतेषु वह्नि तस्य नामकरणम् अस्ति पक्षता अवच्छेदक अवच्छेदेन. अस्तु, अत्र एतत् परिच्छेदे पक्षता अवच्छेदकावच्छेदेन इत्यनेन सर्वस्मिन् पर्वते कस्मिंश्चित् भागे वह्नि अस्ति. वयम् इदानीं चर्चितवन्तः, यद् भारती भगिनी पठितवती खलु, सर्वस्मिन् पर्वते इत्यनेन किं किं गृहीतं भवति? सर्वेषु पर्वतेषु प्रत्येकस्मिन् कस्मिंश्चित् भागे, कस्मिंश्चित् भागे इति प्रथमविध अनुमानं खलु. द्वितीयविध अनुमानं किम् आसीत्? सर्वेषु पर्वतेषु. सावित्री भगिनी वदतु. केषुचित् पर्वतेषु एव वह्नि अस्ति इति. प्रथम अत्र अहम् अवगच्छामि, सरला भगिन्याः प्रश्नमस्ति, पूर्वस्मिन् परिच्छेदे द्विविधा अस्ति. सर्वेषु पर्वतेषु केषुचित् स्थले वह्नि अस्ति, अपि च द्वितीयमस्ति केषुचित् पर्वतेषु वह्नि. इति मम अपि भ्रमः जातः वर्गे, तदर्थम् अहं पुनः पृष्टवती सर्वस्मिन् पर्वते इत्यनेन किं ग्रहणीयं भवति इति. सर्वस्मिन् पर्वते इत्यनेन प्रथमविधं यदस्ति, सर्वेषु पर्वतेषु प्रत्येकस्मिन् पर्वते कस्मिंश्चित् भागे, सा एव विवक्षा. प्रथमविध अनुमानं. द्वितीयविध अनुमानम् अस्ति केषुचित् पर्वतेषु, केषुचित् परिगणितेषु पर्वतेषु इति अनुमानस्य द्वैविध्यं. तर्हि प्रथमविध अनुमानस्य नामकरणमस्ति पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इत्यस्य पठनम् आरब्धवन्तः इदानीम्. द्वितीय अनुमानं केषुचित् पर्वतेषु, केषुचित् पर्वतेषु सर्वस्मिन् भागे वा कस्मिंश्चित् भागे वा, तदग्रे गत्वा पश्येम. अधुना एतावत् पर्यन्तं तस्य उल्लेखः न क्रियते, अहमपि न जानामि केषुचित् कस्मिंश्चित् भागे वा अथवा सर्वत्र इति. परन्तु अनुमानस्य द्वैविध्यम् अस्ति इति अभिज्ञानं भवतु. प्रथममस्ति इदानीं सर्वेषु पर्वतेषु कस्मिंश्चित् भागे वह्नि तस्य नाम अस्ति पक्षतावच्छेदक अवच्छेद इति प्रथमविध अनुमानं. द्वितीयं, द्वितीयं यद् इदानीं लक्ष्मी भगिनी पृष्टवती यस्य विषये केषुचित् पर्वतेषु इति अनुमानं पक्षता अवच्छेदकसमानाधिकरण्येन साध्यानुमितिः. इदानीं प्रथमविध अनुमानस्य परिशीलनं जायमानम् अस्ति. अस्तु अस्तु. तर्हि इदम् इदानीं नूतनशब्दः आगतः पक्षतावच्छेदकावच्छेदेन इति. पक्षतावच्छेदकावच्छेदेन इत्यस्मिन् प्रथमभागं पक्षतावच्छेदकः कः इति सावित्री भगिनी पठितवती. पुनः इतः पर्वतत्वं, सत्यं, समीचीनं, पर्वतत्वम् इतः अग्रे अग्रे पठनीयं भवति. तर्हि सरला भगिनी पठतु अग्रे. तदा पक्षता अवच्छेदक अवच्छेदेन इत्यस्मिन् अवच्छेदेन इति भागः. अत्र अवच्छेदनम् इति को अर्थः? यथा आत्मनि ज्ञानं जायते इत्युक्ते आत्मनि ज्ञानं कुत्र जायते? वस्तुतः आत्मा इति विभूपदार्थः सर्वत्र वर्तते. यथा आकाशः सर्वत्र वर्तते तथा आत्मा अपि सर्वत्र. किन्तु आत्मनः यः भागः शरीरे वर्तते तस्मिन् भागे एव ज्ञानं जायते. तदर्थम् उच्यते यत् शरीरावच्छेदेन आत्मनि ज्ञानं जायते. तद्वच्छेदेकदेशः आत्मनि ज्ञानोत्पत्तौ यः अवच्छेदकः देशः तदन्तभविन आत्मनि ज्ञानं जायते. अतः अन्य उदाहरणं दीयते अस्ति. तदा पक्षतावच्छेदकवच्छेदनवच्छेदन इति भागः. अवच्छेदन किम् अस्ति तस्य उदाहरणम् अस्ति. अत्र अवच्छेदनम् इति को अर्थ? यदा यथा आत्मनि ज्ञानं जायते इति उच्यते आत्मनि कथं ज्ञानं जायते? आत्मनि ज्ञानं कुत्र जायते? आत्मा विभूपदार्थः अस्ति सर्वत्र वर्तते यथा आकाशः सर्वत्र वर्तते. किन्तु आत्मनि ज्ञानं सर्वत्र न भवति. आत्मनि ज्ञानं केवलं तत्र भवति यत्र आत्मना शरीरसंयोगः अस्ति. आत्मना यः भागः शरीरे वर्तते तस्मिन् भागे एव ज्ञानं ज्ञायते. सो यत्र आत्मा शरीरसंयोगः अस्ति तत्र ज्ञानं जायते. तदर्थम् उच्यते शरीरावच्छेदेन आत्मनि ज्ञानं जायते. सो तत्र शरीर अवच्छेदकं भवति. सो वयं वदामः शरीरावच्छेदेन आत्मनि ज्ञानं जायते. तत् अवच्छेदकदेशः. सो शरीरं भवति अवच्छेदकदेशः. आत्मनि ज्ञानो उत्पत्तौ यः अवच्छेदकदेशः तदन्तभावेन आत्मनि ज्ञानं जायते. सो यदि ज्ञानस्य उत्पत्ति आत्मनि भवति यदा शरीर अवच्छेदकं शरीरदेशः अवच्छेदकः अस्ति आत्मनि. हा, शरीरः इति अवच्छेदकः. शरीरेण आत्मनि कश्चन देशः निर्मितः भवति. अवच्छेदकत्वेन भूत्वा तदन्तर्भावेन इत्युक्ते किम्? तदन्तर्भावेन आत्मनि ज्ञानं जायते. कस्मिन् अन्तर्भावेन? शरीरे. हा हा, समीचीनं. शरीरे अन्तर्भावेण, शरीरे यः देशः अस्ति तस्मिन् अन्तर्भवति आत्मा, तदा तदा ज्ञानं जायते. सो शरीरनिष्ठा ज्ञानं भवति भगिनि? शरीर न, सारी, शरीर अवच्छेदकम् अस्ति. सो आत्मननिष्ठा ज्ञानं शरीर आत्मने शरीरसंयोग तत्र अवच्छेदकं संयोग अति अत्र आत्मन् शरीरसंयोग अवच्छेदकं भवति अत्र. अस्तु. हा, आत्मशरीर द्रव्यं खलु, आत्मा अपि द्रव्यं, शरीरमपि पार्थिवद्रव्यम्, उभयोः संयोगः. यदा उभयोः संयोगः जायते तर्हि एकः देशः भवति, अवच्छेदकदेशः. वस्तुतः तदा पश्यति चेत् तथा, तर्हि सः देशः एव अवच्छेदकः भवति ज्ञानस्य. तदा एव आत्मनि ज्ञानं जायते. प्रत्येकं शरीरस्य शरीरसम्बद्धं भवति यद् ज्ञानं तत्. संशयः अस्ति, तद्वत् अवच्छेदकदेशः इत्युक्ते शरीरः एव अवच्छेदकदेशः, आत्मनः अवच्छेदकदेशः शरीरः. तदवच्छेदकदेशः, तदवच्छेदकदेशः इत्युक्ते शरीरेण यः देशः आत्मनि सृष्टः भवति. आत्मा तु विभु, सर्वत्र अस्ति खलु. तस्मिन् आत्मनि एकः देशः निर्मितः भवति. सः देशः एव अवच्छेदकः वस्तुतः. तदवच्छेदकदेशः इत्युक्ते शरीरेण जातः यः देशः सः इति. तद् इत्युक्ते शरीर. पूर्वस्मिन् परिच्छेदेन किन्तु अत्र प्रश्नः उदेति, तस्मिन् परिच्छेदे प्रश्नः अस्ति. कः प्रश्नः? सर्वस्मिन् पर्वते इत्यनेन सर्वेषु पर्वतेषु कुत्रचित् वह्निः मम इत्युक्ते कुत्रचित् अत्र सर्वेषु पर्वतेषु तत्र तत्र विंशतिचित्राणि सन्ति. सर्वेषु पर्वतेषु कस्मिंश्चित् भागे एव वह्निः अस्ति इति चिन्तनीयम्. सत्यं सत्यं. कुत्रचित् इत्युक्ते पुनः किञ्चित् तत्रापि भ्रमः भवति, किन्तु कुत्रचित् इत्युक्ते कस्मिंश्चित् भागे इति चिन्तयतु. सर्वेषु पर्वतेषु कस्मिंश्चित् भागे वह्निः, अथवा सर्वेषु पर्वतेषु सर्वपर्वते इत्युक्ते सर्वेषु भागेषु पर्वतस्य तत्र सर्वेषु भागेषु किल. अत एव मम प्रश्नः आगतः, यदि केषुचित् पर्वेषु इति. अत्र अत्र अथवा इति अस्ति खलु, आर् इति विकल्पः. अनुमानस्य द्वैविध्यम् इति यद् दृष्टम् अस्माभिः, तस्य कृते नास्ति. प्रथमविध अनुमानं किं? सर्वेषु पर्वतेषु साध्यम् इति अनुमानं खलु. तस्मिन् प्रथमविध अनुमाने एव वह्निः कुत्रचित् अस्ति वा, अथवा इत्युक्ते कस्मिंश्चित् भागे अस्ति वा, अथवा पूर्णतया पर्वते अस्ति वा इति प्रश्नः. ओ अस्तु अस्तु, इदानीं बुद्धम्. प्रथमविध अनुमाने एव विकल्पद्वयम् अस्ति. सत्यं सत्यम्. उत्तरत्वेन किम् उक्तं तर्हि तत्र? उत्तरत्वेन वक्तव्यं भवति यत् एकैकस्मिन् पर्वते कुत्रचित् वह्निः इति साधयितुम् इच्छा अस्ति, न तु एकैकस्मिन् पर्वते सर्वत्र वह्निः. सो साधनीयं यत् एकैकस्मिन् पर्वते कुत्रचित् कस्मिन् भागे एव वह्निः अस्ति, न तु सर्वत्र. हा हा, इति साधनीयं भवति. अतः एव उक्तं सर्वावयव अवच्छेदेन इति विषयः अस्माभिः न इष्टः. सर्वावयवच्छेदेन इत्युक्ते सर्वपर्वते, तद् न इष्टः, सः विषयः मास्तु. किन्तु कस्मिंश्चित् भागे प्रत्येकस्मिन् पर्वते वह्निः इति विवक्षा. अस्तु भगिनि, इति बुद्ध. अस्तु, तर्हि अग्रे अग्रिमपरिच्छेदं भवती एव पठतु. अस्तु. आम् एवमेव वृक्षे कति संयोगः, वृक्षे कति संयोगः कुत्र भवति शाखायां, तदर्थं शाखावच्छेदेन वृक्षे कति संयोगः जायते इत्युच्यते. वृक्षे कति संयोगसत्त्वे शाखावच्छेदकः देशः. तथैव अत्रापि पक्षतावच्छेदक अवच्छेदेन पर्वतत्वावच्छेदेन नाम पर्वतत्वं कुत्र भवति, कुतः भवति, कुत्र भवति किल, कुत्र कुत्र भवति निखिल पर्वतेषु, तत्र सर्वत्रापि वह्निः अस्ति इति ज्ञानं. पर्वते कुत्र इति, इह पर्वते नितम्बे हुताशनः न शिखरे. नितम्बः इत्यनेन पर्वतस्य कुलं प्रवणः वा मध्यदेशः. मध्यदेशः हुताशनः इत्युक्ते वह्निः. नितम्बदेशावच्छेदेन पर्वते हुताशनः वह्निः पर्वते, न तु शिखरे. शिखरावच्छेदेन नास्ति. पर्वतस्य सर्वोपरितेन भागे शिखरे वह्निः न भवति वृक्षाणाम् अभावात्. पर्वतस्य मध्यदेशे यत्र वृक्षाः सन्ति शुष्कतृणानि भवन्ति, तत्र वह्नियुक्पतिः भवति मध्यदेशा अवच्छेदेन. अस्तु, एकैकं वाक्यं पठामि पुनः. एवमेव वृक्षे कति संयोगः, अत्र पूर्वस्मिन् परिच्छेदे आत्मनि विभुः किन्तु शरीर आत्मनि ज्ञानं यत् जायते तत् शरीरावच्छेदेन आत्मनि ज्ञानं जायते. तद्वत् वृक्षे कपि संयोगः, वृक्षे कपि संयोगः सर्वत्र न भवति किन्तु वृक्षस्य कस्मिंश्चित् भागे अस्ति नाम शाखायां. तदर्थं शाखावच्छेदेन वृक्षे कपितयोगः जायते इति उच्यते. वृक्षे कपितयोगः शाखावच्छेदेन जायते. वृक्षे कपितयोगसत्त्वे शाखावच्छेदकः देशः. वृक्षे कपितयोगं कपितयोगः वृक्षे विद्यमान कपितयोगः कपितयोगस्य देशः वा अत्र पक्षः इति वक्तुं शक्यते. पक्षः इति इदानीं मास्तु, केवलं यः देशः अस्ति यस्मिन् कपिः तिष्ठति वृक्षे, सः देशः कीदृशः? शाखावच्छेदकः, शाखावच्छेदकः कस्मिन् शाखायां कपिः तिष्ठति? सत्यं, तस्मिन्नेव देशे. तस्मिन् देशे अस्तु. तथैव अत्रापि पक्षतावच्छेदेन पर्वतत्वावच्छेदेन अस्तु. तथैव अत्रापि पक्षतावच्छेदक अवच्छेदेन इत्युक्ते पक्षतावच्छेदकः कः प्रथमतया? पक्षतावच्छेदकः पर्वतः. न चिन्तयतु, पर्वतः पक्षः, अतः पक्षतायाः अवच्छेदकः कः? पक्षतायाः अवच्छेदकः पर्वतः. हा, सावित्री भगिन्या पठितम्. आसीत् खलु यः परिच्छेदः तया पठितं तस्मिन् किम् उक्तम् पर्वतत्वं किल ओ पर्वतत्वं पक्षधर्म अस्तु ओ पक्षतावच्छेदकम् इति पर्वतत्वं पक्षस्य पक्षधर्मता एव तर्हि केवलम् इक्वेशन् इति चिन्तयतु इक्वेशन् मध्ये वेरियबल् अस्ति तत्र वेल्यू स्थापनीयम् अस्ति चेत् पक्षता अवच्छेदकः इति एकः वेरियबल् अस्ति तस्य वेल्यू किम् अस्ति पर्वतत्वं पदे अस्ति पर्वतत्व अवच्छेदेन पर्वतत्वमेव पक्षतावच्छेदकं सत्यं पर्वतस्य धर्मः पक्षतावच्छेदकः सत्यं हा इति अस्तु नाम पर्वतत्वं कुत्र भवति निखिलपर्वतेषु सर्वेषु पर्वतेषु सर्वेषु पर्वतेषु पर्वतत्वं भवति एव तत्र सर्वत्रापि वह्नि अस्ति इति ज्ञानं तत्र सर्वत्रापि वह्नि अस्ति अत्र सर्वत्र इति पदस्य पुनः सर्वेषु पर्वतेषु सर्वेषु पर्वतेषु किमर्थं वारं वारं तथा अस्ति इति न जाने परन्तु सर्वेषु पर्वतेषु अस्तु पर्वते कुत्र इह पर्वते नितम्बे हुताशनः न शिखरे अस्तु अग्रिमवाक्ये वाक्यमेव पठामि नितम्बः इत्यनेन पर्वतस्य कूलं प्रवणः वा मध्यदेशः अस्तु नितम्बः इत्युक्ते मध्यदेशः पर्वतस्य मध्यदेशः इति चिन्तयामि कूलं प्रवणः इति अहं अस्तु कूलं प्रवणः इत्युक्ते स्लोप् इति दत्तमासीत् शब्दकोशे ओ अस्तु कूलं प्रवणस्य पर्यायशब्दमध्यदेशः नास्ति नास्ति प्रायः केवलम् इदं सूचयितुं यत् पर्वतस्य शिखरः नास्ति हुताशनः इत्युक्ते वह्निः इह पर्वते नितम्बे इत्युक्ते मध्यदेशे हुताशनः वह्निः न शिखरे पर्वतस्य मध्यदेशे वह्निः अस्ति न तु शिखरे नितम्बदेश अवच्छेदेन पर्वते हुताशनः वह्निः वर्तते पर्वते सर्वत्र वह्निः न वर्तते किन्तु पर्वतस्य मध्यभागे पर्वतस्य मध्यभागे वह्निः वर्तते इति वाक्यस्य अनुवादम् वाक्यस्य अर्थः अस्ति आहत्य प्रथमतया प्रश्नः किं सर्वत्रापि वह्निः इत्युक्ते सर्वेषु पर्वतेषु वह्निः इति ज्ञानम् अपेक्षते पुनः सर्वेषु पर्वतेषु प्रत्येकस्मिन् पर्वते कुत्र सत्यम् इति कृत्वा नितम्बदेशावच्छेदेन पर्वते वह्निः यथा शाखावच्छेदेन कपितयोगः सत्यम् अस्तु यथा शरीरावच्छेदेन आत्मनि ज्ञानं तथा न तु शिखरे शिखरावच्छेदेन नास्ति पर्वते शिखरदेशः यत् अस्ति तदवच्छेदेन वह्निः नास्ति पर्वते वह्निः नास्ति पर्वतस्य सर्वोपरितेन भागे शिखरे वह्निः न भवति वृक्षाणाम् अभावात् ओ पर्वतस्य सर्वोपरितरे भागे शिखरे वह्निः न भवति वृक्षाणाम् अभावात् अत्र वृक्षाणाम् अभावात् इति अत्र किमपि हेतु साध्यम् इति नास्ति केवलम् एवमेव उक्तम् अस्तु सर्वोपरितनभागः इत्युक्ते किं शिखरस्य परितम् इति चिन्तयामि सत्यं सर्वोपरितनभागः इत्युक्ते शिखरं, तत्र वह्निः नास्ति, तावदेव. अस्तु, पर्वतस्य मध्यदेशे यत्र वृक्षाः सन्ति शुष्कतृणानि भवन्ति, तत्र वह्नि उत्पत्तिः भवति मध्यदेश अवच्छेदेन, मध्यदेशावच्छेदेन. पर्वतस्य मध्यदेशे वृक्षाः सन्ति, यतः शुष्कपत्राणि तृणानि वा भवितुमर्हन्ति. तस्मात् वह्निः उत्पत्ति भवति. पर्वतस्य मध्यदेश अवच्छेदेन वह्निः भवति. पर्वतस्य कस्मिंश्चित् भागे एव वह्निः भवति. सत्यं, हा, इति साधनीयम् अन्ततो गत्वा प्रथमविधानुमाने. मध्यावदेशावच्छेदेन इत्युक्ते कस्मिंश्चित् भागे, तावदेव. अस्तु, एतावता स्पष्टमस्ति तर्हि. अस्तु तर्हि अग्रे राजेन्दर् महोदय पठति वा. आम् भगिनि. तर्हि पक्षत अवच्छेदक अवच्छेदेन साध्यम् इति स्थले पर्वत्वाव् अवच्छेदेन वह्निर् अनुमतिः. अत्र केन सम्बन्धेन वह्निः साध्यते पर्वते? संयोगसम्बन्धेन साध्यते. तत्र च वह्निः प्रतियोगिकः संयोगः. वह्निः प्रतियोगिकसंयोगे परपक्षः पर्वतः, पक्षत अवच्छेदकं पर्वतत्वम्. तादृशपक्षत अवच्छेदकव्यापकत्वं संयोगे भासते. तथा च पर्वतत्वव्यापक वह्निः प्रतियोगिकसंयोगः इति सम्बन्धः. एतादृशप्रसङ्गे च प्रतियोगी इत्युक्तौ आधेय, अनुयोगी इत्युक्तौ आधारः, अधिकरणम्. अत्र च व्याप्यव्यापकभावः, पर्वतत्वं व्याप्यं, संयोगः व्यापकं. यथा धूमः वह्निः च, धूमः व्याप्यः, वह्निः व्यापकः. व्यापते सति व्यापकः सन्, अतः धूमः अस्ति चेत् वह्निः अवश्यम् अस्ति. एवमेव पर्वतत्वव्यापकः वह्निः प्रतियोगिकसंयोगः इत्यस्मिन् पर्वतत्वं व्याप्यं, संयोगः व्यापकः. पर्वतत्वं सर्वेषु पर्वतेषु, किन्तु पर्वतेषु एव वह्निः, पर्वतेषु एव वह्निः. सर्वेषु पर्वतेषु साधयितुम् इच्छा इति चेत् वह्निः संयोगः अपि सर्वेषु पर्वतेषु, किन्तु वह्निः संयोगः महानसे अपि अस्ति, अन्यत्र च बहुत्र अस्ति. किञ्चित् प्रयत्नं करोमि भगिनि. सारल्यमेव अस्ति महोदयेन, इतोपि किञ्चित् तत्र संयोजितं यद् शनिवासरे न आसीत् तर्हि स्पष्टम् एव. अहं तत्र न आसम्, कुत्रापि मया गन्तव्यं. अस्तु अस्तु अस्तु, तर्हि स्पष्टता भवति यदि इतोपि एकवारं पठति चेत्. पठतु. तर्हि पक्षत अवच्छेदक अवच्छेदेन साध्यम् इति स्थले पर्वतत्वा अवच्छेदेन वह्निरम् अनुमितिः. किञ्चित् कठिन्यं, जटिल्यम् अस्ति. अस्तु, सहायम् अपेक्षितं वा तर्हि? आम् आं भगिनि. अस्तु तर्हि सावित्री भगिनी किञ्चित् पठति वा. प्रयत्नं करोमि भगिनि, अहमपि गतवती पूर्वस्मिन् वर्गे. अस्तु, तर्हि पक्षतावच्छेदकावच्छेद साध्यम् इति स्थले पर्वतत्वावच्छेदेन वह्निरनुमितिः. इदानीमेव पठितं, तत्र किमपि नास्ति. पक्षतावच्छेदकावच्छेदेन साध्यम् इत्युक्ते पर्वतत्वं पक्षतावच्छेदकं भवति. पर्वतत्वावच्छेदेन वह्निरनुमितिः एव वह्नि एव साध्यं. तत्र प्रथम वाक्ये जाटिल्यं किमपि, हा, तत्तु प्रथमवाक्यं नूतनं किमपि नास्ति. पर्वतत्वावच्छेदेन वह्निरनुमितिः, मध्यदेश अवच्छेदेन वह्निः, एतत् सर्वं यथा पठितं तद्वत्. शरीरदेशावच्छेदेन अत्र केन सम्बन्धेन वह्निः साध्यते पर्वते? संयोगसम्बन्धेन साध्यते. भवती पृष्टवती संयोगः इति सम्बन्धः नास्ति, समवायसम्बन्धः खलु? वस्तुतः मूलवाक्ये विद्याधरिवाक्ये समवायः, यतोहि किं तत्र आश्रयनाशजन्य ओ आश्रयनाशजन्य गुणनाशत्वं सर्वदा जाति जातिव्यक्त्योः मध्ये कीदृशसम्बन्धः? समवायः तथा तथा चिन्तयित्वा इदानीं पृथ्वीत्वं पृथिव्यां केन सम्बन्धेन भवति? पृथ्वीत्वं पृथिव्यां समवायः हा, तादृशचिन्तनम् आसीत् मम मनसि. विद्याधर्याः भिन्नवार्ता वा अत्र संयोगसम्बन्धेन साध्यते इत्युक्ते हा अत्र अत्र तु वार्ता भिन्ना, परन्तु सम्बन्धः वार्ता समाना, सम्बन्धः भिन्नः. तावदेव, वह्निः द्रव्यं खलु, द्रव्यम् अपरस्मिन् द्रव्ये केन सम्बन्धेन भवति? इति संयोगेन एव संयोग सत्यं संयोगसम्बन्धेन साध्यते. तत्र च वह्निप्रतियोगिकसंयोगः, वह्निप्रतियोगिकसम्बन्धः, वह्निः प्रतियोगी भवति वा? साध्यं वह्निः प्रतियोगी अस्ति किम, किन्तु अत्र स्मर्यतां तत्र अनन्तरं द्रष्टुं शक्नुवन्ति. एकत्रिंशत्तमे पुटे अस्ति, किमस्ति तत्र अग्रे अपि उक्तमस्ति, अभावविषयः नास्ति. आमामाम्, अनुयोगी अधिकरण अनुयोगी अधिकरणम् अपि च प्रतियोगी आधेयः इति एव अग्रे अपि अस्ति. अस्तु अस्तु, वह्नि प्रतियोगिकसंयोगे पक्षः पर्वत अस्तु, तत्र तत्र च वह्नि प्रतियोगिकसंयोगः इत्युक्ते वह्निः आधेयः इति तदेव. वह्निः आदेयः, वह्नेः प्रतियोगी इति संज्ञा. यः कोऽपि अधिकरणं भवति पर्वतः तस्य अनुयोगी इति संज्ञा. आम् आम्, वह्नि प्रतियोगिकसंयोगे पक्षः पर्वतः, तत् पूर्वमेव दृष्टम् अस्माभिः, पक्षतावच्छेदकं पर्वतत्वम् इदमपि पूर्वमपि पूर्वमेव दृष्टम् अस्माभिः. तादृश पक्षतावच्छेदकव्यापकत्वं संयोगे भासते, तादृशपक्षतावच्छेदकव्यापकत्वं संयोगे भासते. किञ्चित् वदतु तत्र भगिनि. यथा वह्नि व्यापकं अस्ति तथा एव संयोगसम्बन्धः अपि व्यापकः अस्ति. इति सत्यम्, अतः किमर्थम् इति अग्रे अपि अस्ति, तत्र इतोपि किञ्चित् तत्र योजितं. सरला भगिनी यदुक्तवती तत् सत्यं, संयोगः व्यापकः, व्यापकः इत्युक्ते अधिकदेशवृत्तिः खलु, सत्यं, व्याप्यः न्यूनदेशवृत्तिः. इदानीं भवत्या यत् पठितं तस्मिन् वाक्ये व्यापकः संयोगः, तस्मिन् व्यापकत्वं कीदृशव्यापकत्वं? पक्षतावच्छेदक इत्युक्ते पर्वतत्वं, तर्हि पर्वतत्वस्य व्यापकत्वं संयोगे समीचीनम् अस्तु, अवगच्छामि इदानीं. तर्हि पर्वतत्वम् इति व्याप्यः किल, पर्वतत्वम् इति व्याप्यः संयोगः व्यापकः. अस्तु अग्रे. तथा च पर्वतत्व व्यापक वह्निप्रतियोगिकसंयोगः इति सम्बन्धः, तत्र च पर्वतव्यापक वह्निप्रतियोगिकसंयोगः इति सम्बन्धः, पर्वतत्वव्यापक पर्वतत्वं व्यापकः वा? इदानीमेव पर्वतत्वस्य व्यापकः इति विग्रहवाक्यं भवति. अस्तु अस्तु अस्तु, पर्वतत्वस्य व्यापकः भवति संयोगः खलु, वह्नि प्रतियोगिक द्वयोः समानं, द्वयोः संयोगमेव सूचयति. अस्तु, इति सम्बन्धः अस्तु. अवगच्छति वा पुनः वक्तव्यं वा तत्र सर्वैः अवगतं भगिनि पुनः एकवारं वदतु भगिनि. तत्र पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगः इति लिखितमस्ति. प्रथमपदस्य पर्वतत्वस्य व्यापकः भवति संयोगः, इदानीमेव दृष्टं पर्वतत्वं भवति व्याप्यः, पर्वतत्वस्य व्यापकः भवति संयोगः. द्वितीयपदस्य अर्थः भवति वह्निप्रतियोगिक, तदपि समानमेव. वह्नि प्रतियोगिक इत्युक्ते वह्नि आधेयः अत्र, अपि च अधिकरणं भवति संयोगः. न न न एकनिमिषः, वह्नि प्रतियोगिक अधिकरणपर्वतं पक्षः अस्ति. आमामामामां वह्नि प्रतियोगिक संयोगः तद् ओ सम्बन्धः खलु, प्रथमम् अपि च द्वितीयोः सम्बन्धः संयोगः तथा भवति. अस्तु इदानीमेव अवगच्छामि अहम् इति सम्बन्धः. एतादृशप्रसङ्गे च प्रतियोगी इत्युक्तौ आधेयः, अनियोगी इत्युक्तौ आधारः अधिकरणम्. तत्र किञ्चित् दोषः अस्ति अधिकरणम् सत्यम्. अत्र च व्याप्य व्यापकभावः इदानीमेव पठितवन्तः, पर्वतत्वं व्याप्यं संयोगः व्यापकः. अस्तु तत्र किमपि काठिन्यं नास्ति, किन्तु मनसि निधाय, एतद् मनसि निधाय, व्यापकः इत्युक्ते अधिकदेशवृत्तिः. अस्तु व्याप्यः इत्युक्ते न्यूनदेशवृत्तिः. तर्हि तयोः वृत्तित्वस्य तुलना अग्रे अस्ति. तथा धूमः वह्निः च, धूमः व्याप्यः, वह्निः व्यापकः. किमर्थं चेत् वह्नि अधिकदेशवृत्तिः सर्वत्र भवति, यत्र वह्निरस्ति तत्र धूमः भवेत् इति नास्ति. धूमः न्यूनदेशवृत्तिः, केषुचित् स्थले धूमः नास्ति वह्निः अस्ति तदर्थम्. व्याप्ये सति व्यापकः सन्, अतः धूमः अस्ति चेत् वह्निः अवश्यम् अस्ति. सत्यं व्याप्ये सति व्यापकः, व्याप्यः अस्ति चेत् व्यापकः भवेत् एव, परन्तु व्यापकः अस्ति चेत् व्याप्यः भवितुम् अर्हति न भवितुम् अर्हति अपि. अत्र व्याप्ये सति व्यापकः सन्, अतः धूमः अस्ति चेत् वह्निः अवश्यम् अस्ति. धूमः न्यूनदेशवृत्तिः, व्याप्यः, यदि धूमः अस्ति तत्र वह्निरस्ति एव, व्यापकः अस्ति एव. एवमेव पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगः इत्यस्मिन् पर्वतत्वं व्याप्यं, संयोगः व्यापकः. पर्वतत्वं न्यूनदेशवृत्तिः, संयोगः सर्वत्र भवति व्यापकः. पर्वतत्वं सर्वेषु पर्वतेषु, किन्तु पर्वतेषु एव. वह्निः सर्वेषु पर्वतेषु साधयितुम् इच्छा इति चेत् वह्निसंयोगः अपि सर्वेषु पर्वतेषु. पुनः पर्वतत्वं सर्वेषु पर्वतेषु, किन्तु पर्वतेषु एव. पर्वतत्वं पर्वतेषु एव, वह्निः सर्वेषु पर्वतेषु साधयितुम् इच्छा चेत् इति चेत् वह्निसंयोगः अपि सर्वेषु पर्वतेषु. किन्तु वह्निसंयोगः महानसे अपि अस्ति, अन्यत्र च बहुत्र अपि अस्ति. तत्र किञ्चित् अहं चिन्तयामि, पर्वतः इतोपि बृहत् अस्ति, पर्वतत्वं व्यापकः भवितुम् अर्हति. नूतनकरपत्रम् अस्ति वा? क्षम्यतां, किम् अहं वक्तुं विस्मृतवती, रिफ्रेश् करणीयमासीत्, नूतनभागः तत्र. परन्तु अधिकं नूतनं किमपि नास्ति. सरला भगिनी, सावित्री भगिन्या यद् उक्तं तत् सर्वं भवत्या अवगतम्? आमां. हा, अवगतं चेत् समीचीनं. तर्हि केवलं पर्वतत्वम् इति व्यापकः, क्षम्यतां, पर्वतत्वम् इति व्याप्यः किमर्थम् इत्यस्य चर्चा. तर्हि सावित्री भगिनी, भवती यत् चिन्तयति पर्वतत्वं सर्वेषु पर्वतेषु अस्ति खलु, तत् सत्यमेव. पर्वते वह्निः केन सम्बन्धेन भवति? संयोगः. तर्हि वह्निसंयोगः इति सम्बन्धः सर्वेषु पर्वतेषु भवेत् इति सत्यं खलु? अस्तु, अहं जानामि, इदानीम् अवगतम्. तत्र समानदेशः जातः, पर्वतत्वं यत्र यत्र तत्र तत्र वह्निसंयोगः समानदेशः. किन्तु किन्तु इति अस्ति अग्रिमवाक्यं. किन्तु वह्निसंयोगः महानस अपि भवितुम् अर्हति, तदर्थं तत् बृहत् भवति. अवगच्छामि. इदानीं वह्निसंयोगः महानसे भवितुम् अर्हति, यत्र कुत्रापि भवितुम् अर्हति, यत्र पर्वतत्वं नास्ति, तदर्थं व्यापक. इति कृत्वा व्यापकः, तदर्थं व्यापकत्वं संयोगे, पक्षता अवच्छेदकव्यापकत्वं संयोगे किमर्थम् उक्तम्? एतदर्थम्. अपि च वह्निप्रतियोगिकसंयोग तत्तु स्पष्टमेव भवति इति चिन्तयामि. अस्तु, तर्हि अग्रे सरला भगिनी. भगिनी, अहं न जानामि कुत्र पक्षतावचि. तर्हि आहत्य इति पश्यति वा? आहत्य अस्तु, आहत्य पक्षता अवच्छेदक अवच्छेदेन अनुमिति इत्यत्र पक्षता अवच्छेदकव्यापकत्वं साध्यांशे अथवा साध्यप्रतियोगिकसंस्कर्षे वा भासते. नाम परतत्वव्यापकत्वं वह्नो अथवा पर्वतत्वव्यापकत्वं वह्निप्रतियोगिकसंयोगे भासते. यथोक्तं पक्षतावच्छेदकम् इत्यनेन अत्र पर्वतत्वं तादृश पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगः अत्र सम्बन्धः. तेन सम्बन्धेन वह्ने साध्यत्वं सर्वस्मिन् पर्वते वह्नि अस्तु इति अनुमितिः जायते. एतादृशं ज्ञानं सर्वोऽपि पर्वतवह्निमान् इति ज्ञानम्. आहत्य पक्षतावच्छेदका अवच्छेदेन अनुमितिः. सो अस्य अस्माकम् अनुमानम् अस्ति पक्षतावच्छेदेन अवच्छेदम् अस्ति परतत्वं, पक्षता अस्ति पर्वते. सो पक्षता अवच्छेदकम् अस्ति, पर्वतत्वम् अवच्छेदकं भवति इत्यत्र पक्षता अवच्छेदकव्यापकत्वं सान्ध्यांशे अथवा साध्यप्रतियोगिसंस्कर्षे वा भासते. सो व्यापकत्वम् अस्ति संयोगसम्बन्धे, तत्र तस्मिन् अस्ति संस्कृता. सत्यं सत्यं, बहु समीचीनं. सम्बन्धः इति यद्भवति तस्मिन् संसर्गता अस्ति इति, संस्कृता अस्ति तत् तस्मिन् भवति व्यापकत्वं भाव. सत्यं, संसर्गः इत्युक्ते एव यः कोऽपि सम्बन्धः भवतु सः तस्मिन् अस्ति व्यापकत्वम् अवच्छेदकं. तस्मिन् अस्ति कीदृशव्यापकत्वं? पक्षता अवच्छेदकव्यापकत्वं. भगिनि, पक्षता, हा, पूर्वस्मिन् परिच्छेदे यद् पठितं तावदेव. पक्षता अवच्छेदकव्यापकत्वम् इत्युक्ते पर्वतत्वस्य व्यापकत्वं संसर्गांशे इत्युक्ते संयोगे. आमाम्, अस्तु. अपि च सः संयोगः कीदृशः? साध्यप्रतियोगिकः इत्युक्ते वह्निप्रतियोगिकः खलु? आमाम्. तादृशव्यापकत्वं संसर्गे अथवा संसर्गांशे अस्ति, अपि च तादृशव्यापकत्वं साध्यांशे अपि अस्ति, साध्ये अपि अस्ति. आम् आम्. वर्णो अपि अस्ति अस्तु वर्णो व्यापकत्वम् अस्ति वर्णो पर्वतं संयोगसम्बन्धे संस्कृतः अस्ति तस्मिन् अपि व्यापकत्वम् अस्ति तस् व्यापकत्वं भवति पक्षता पर्वत अवच्छेदक प्रति सत्यं पक्षतः बहु समीचीनं पक्षतः अवच्छेदक इत्युक्ते पर्वतत्वं सम्प्रति पर्वतत्वं संस्कृति अस्तु नाम पर्वतत्वं व्यापकत्वं वह्नो सो पर्वतस्य व्यापकत्वम् अस्ति वह्नो वह्नि अथवा पर्वतत्वव्यापकत्वं वह्नि प्रतियोगिकसंयोगविभासते तथैव पर्वतत्व व्यापकत्वं वह्नि अस्ति अथवा प्रतियोगिकसंयोगसम्बन्ध व्यापकः वह्निः वा अथवा संयोगः भवति अतः एव सप्तमी प्रयोग कृतम् व्यापकत्वं वह्नौ अथवा व्यापकत्वं वह्नि प्रतियोगिकसंयोगे इति वक्तव्यम् अग्रे यथोक्तं पक्षता अवच्छेदकम् इत्यनेन अत्र पर्वतत्वं तादृशपर्वतत्वव्यापकवह्निप्रतियोगिकसंयोग अत्र सम्बन्ध पुनः अन्यदृष्ट्या लिखितमस्ति तादृश पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगसम्बन्ध तेन सम्बन्धेन वह्ने साध्यतं वह्ने संयोगसम्बन्धेन वह्ने साध्यतं भवति वह्नि अस्ति भवति साध्यं पक्षे सर्वस्मिन् पर्वते वह्नि अस्तु इति अनुमति जायते एतादृशज्ञानं सो अतः अनुमानं भवति सर्वस्मिन् पर्वते इत्युक्ते सर्वेषु पर्वतेषु वह्नि अस्ति इति अनुमानं जायते एतादृशं ज्ञानं सर्वोऽपि पर्वतवहिनीमान् इति ज्ञानं तथैव पर्वतवहिनीमान् अस्ति हा सर्वोऽपि पर्वतः इत्युक्ते सर्वे पर्वताः वहिनीमन्त अस्ति हा वह्निमन्तः इति ज्ञानं जायते समीचीनं जायते सन्ति नास्ति अस्तु अत्र कोऽपि प्रश्नः बहु किमपि पठितम् तर्हि इतोपि एकवारं पठन्ति चेत् गृहे गृहपाठत्वेन तर्हि सर्वं स्पष्टं भवति इति चिन्तयामि अन्तिमपरिच्छेदः पुनः पठनीयं मया तत्तु सत्यं तत्र नूतनं किमपि नास्ति भगिनि केवलं सब्स्टिट्यूशन् तावदेव तावदेव सब्स्टिट्यूट् कृत्वा तत्र पक्षतावच्छेदक इत्यस्य स्थाने पर्वतत्वम् इति सब्स्टिट्यूशन् साध्यांशे इत्युक्ते वह्नि तथा स्थापयित्वा पठति चेत् सुलभमेव भवति धन्यवादः धन्यवादः धन्यवादः